नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। लुङ्लकारः कर्मणि भावे च इति पाठः अनुवर्तते। तत्र वयं गतसप्ताहे ईकारान्त ईकारान्तदातवः दृष्टवन्तः, उकारान्त ऊकारान्तदातवः। ईकारान्तेषु तु चि इति धातुः आसीत्, अचोनिति इत्यस्य कार्यं वृद्धिः भवति निति निति प्रत्यये परे इति। चिन् इति अस्ति चेत् तत्र णित् प्रत्ययः इति कृत्वा अचोणिति इत्यस्य कार्यम्। अनन्तरं तु सर्वं तत्र अणित् इति कृत्वा तत्र इडागमः तु न भवति, चिन्वत् पक्षे इडागमः स्यासिच् इत्यनेन भवति। ऊकारान्त ऊकारान्तदातवः तत्र लू इति धातुः सेट् इति कृत्वा तस्यापि रूपं दृष्टवन्तः। कुटादयः इति एकः अन्तर्गणः अस्ति इति दृष्टवन्तः। तत्र कुट् इति आरभ्य गुड् कुड् इति पर्यन्तं पञ्चत्रिंशत् धातवः सन्ति इति दृष्टवन्तः। तत्र गाकुटादिभ्यो नित् निन् नित् इति तत्र नित् नित् भिन्नप्रत्ययः णित्वत् भवति इति तत्र तस्य चिन्तनमासीत्। तत्र यदा णित्वत् भवति तत्र गुणनिषेधः भवति इत्यपि दृष्टवन्तः। तदेव कु इति धातोः रूपाणि यदा वयं दृष्टवन्तः तत्र णित्वत् इति कारणेन तत्र गुणनिषेधः भवति, कु को इति न भवति इति तत्र चिन्तनम् आसीत्। ऊकारान्तदातवः सर्वे सेटः इति दृष्टवन्तः। तत्र नू धातुः नोनः इति सामान्यसूत्रम्, अनेन नकारादेशः भवति, इदानीं नू इति रूपं। तत्र तु गाङ्कुटादिभ्यो इत्यस्य चिन्ता इति इत्यस्य प्रसक्तिः नास्ति, अतः नू नू इत्यत्र नो इति तत्र गुणः भवति स्म। ऋकारान्तदातवः तत्र कृ धातुः सामान्यधातुः, तत्र उश्च इति सूत्रं ऋवर्णान्तात् अङ्गात् तत्र दात्तः जलादि लिङ् अथवा सिच् कित्वत् भवतः आत्मनेपदेषु प्रत्ययेषु। आत्मनेपदिप्रत्ययः एव अस्ति कर्मणि भावे। तत्र सिच् इति यतः विधीयते जलादि लिङ् सिच् तत्र कित्वत् भवति, अतः कृ धातुः कित्वत् भूत्वा तत्रापि गुणस्य बाधा भवति इति च इत्यनेन। तत्र चिन्वत् पक्षे चिन्वत् भावः विधीयते, नाम सर्वेषु प्रत्ययेषु णित्वत्वम् अस्ति, इत्युक्ते चिन् इति णित् अस्ति, अतः एकस्मिन् प्रसङ्गे एक एव अतिदेशः सम्भवति इति कृत्वा णित्वमेव विधीयते, कित्वं नास्ति। उश्च इति सूत्रेण तत्र कित्वं न भवति, केवलं पूर्वमेव णित्वम् आरोपितम् इति कृत्वा एकमेव भवति। स्यासित् स्यूट् इत्यनेन यद् णित्वम् आरोपितं तस्य एव प्रभावः अस्ति। यद् उश्च इत्यनेन कित्वं इदानीम् आगतं तस्य प्रसक्तिः चिन्वत् भावपक्षे नास्ति इति उक्तम्, अतः अभावपक्षे उश्च इत्यस्य कार्यम् अस्ति। अनन्तरं ऋकारान्तदातुः तृ इति धातुः, तत्र तु उश्च इत्यस्य प्रसक्तिः नास्ति, ऋवर्णान्तदातुतः एव तत्र उश्च इत्यस्य प्रसक्तिः, दीर्घ ऋकारान्तस्य तु प्रसक्तिः नास्ति, अतः सामान्यकार्यं यत्र गुणः भवति तद् तु भवति एव, तत्र बाधा किमपि नास्ति। इदानीम् अधुपददातवः इति तत्र पश्यामः। अधुपददातवः सरलमेव, हन् धातोः विषये एव किञ्चित् चिन्तनम् अधः अस्ति, तत् पश्यामः। अरुणा भगिनी पठति वा अधुपददातवः इति? नमस्ते, नमस्कारः। अधुपददातवः अत्र चिन्वद्भावो न भवति इति स्मर्यताम्। हट् धातुः रूपाणि परिशीलयामि, फच् धातुः अणि रूपाणि परिशीलयामि। अधोपदधातुः चिन्वद्भाव न भवति इति स्मरणीयं। फच् धातु रूपद्वयं रूपप्रक्रियाद्वयम् अस्ति, एकमस्ति सेत् धातु रूपाणि कथं भवति, अनिट् धातु रूपाणि कं किं वदति इति दत्तम्। अतः उपधायाः इति सूत्रेण उपधायाम् अतः वृद्धि निति निधि प्रत्ययपरे अनुवर्तिसहितसूत्रम् अङ्गस्य उपधायाः अतः वृद्धि नि नति नि निति सूत्रं वयं पूर्वं पूर्ववर्गे पठितवन्तः उपधायां ह्रस्व अतः ह्रस्व अगार अस्ति चेत् वृद्धिः भवति निमित्तमस्ति निति निति प्रत्ययपरे उदाहरणं पठामि भगिनि चोहोकुः इति प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं पठतु चोहोकुः अष्टमाध्याय द्वितीयपाद त्रिंशत्तम सूत्रं सवर्गस्य स्थाने कवर्ग आदेशो भवति चलि पदान्ते च चो अनुवृत्तिसहितसूत्रं चोः कुः जलि पदस्य अन्ते च अत्र चोः सूत्रं वदति चकार अस्ति चेत् कवर्ग आदेशः भवति निमित्तमस्ति जलादि पदान्ते निमित्तं रूप द्वयमस्ति वा भगिनि जलि वा पदान्ते आं सत्यं सत्यं जलि पदान्ते च जलि वा पदान्ते वा चवर्गस्य कवर्गादेशः भवति आं सत्यम् अनुमतिसहितम् अत्र जलि पदस्य इति विवरणम् अनुवृत्ति सूत्रं वदति जलां जश् भगिनि जलां जश् जलां जश् जषि जलां स्थाने जलादेशो भवति जषि परे अनुवृत्तिसत्यसूत्रं जलां जश् जषि संहितायाम् सूत्रं वदति जलं स्थाने जस् आदेशः भवति जलम् इत्युक्ते सर्वाणि हय विहाय जलं भवति इति जश् जबगडदश् यत्र आदेशः भवति निमित्तमस्ति जसि पदे जलो झलि इति तत्रापि अष्टमाध्याय द्वितीयपाद षड्विंशतितमं सूत्रं जल उत्तरस्य सकारस्य लोपो भवति झलि पदे अनुवृत्तिसहितसूत्रं जलः सस्य लोपः झलि सूत्रं सामान्यमेव जल् उत्तरस्य सकारस्य लोपः भवति निमित्तमस्ति झलि परि सत्यम् इदानीं तत्र प्रथमवाक्ये दत्तम् अत्र निद्वद्भावो न भवति इति स्मर्यताम् किमर्थं निद्वद्भावः न भवति इति वदतु भगिनि चिन्वद्भावः चिन्वद्भावः किमर्थं न भवति पट् धातुः अथवा पच् धातुः केन सूत्रेण भवति न केन सूत्रेण भवति चिन्वद्भावः दीर्घसूत्रमस्ति सत्यं तत् सूत्रं स्वीकरोतु प्रथमवाक्यं पठतु तत्र अर्थः अवगच्छति स्यात्सिषु भावकर्मणोः उपदेशे जनग्रहदृशां वा चिन्वति च अत्र सूत्रं वदति भावकर्मणविषये आधुनातिकप्रत्ययपरे अजन्तानां हन् ग्रह दृश् धातूनां विकल्पेन चिन्वत् कार्यं भवति अजन्तधातूनां अजन्तधातु हन् ग्रह द्रश् तेषां विषये एव विकल्पेन चिन्वत् पक्ष चिन्वद्भावः भवति इदानीम् अस्माकं धातुः कः फट् धातुः अजन्तः अस्ति वा? न, केवलं हलन्तमेव अस्ति. हलन्तदातु, अतः चिन्वत् न भवति. चिन्वत् भावः न भवति. चिन्वत् भावः तत्र न आरोपितः. रूपाणि पठामि भगिनि. पट् धातुः वदतु भगिनि. सेट् प्रथमं प्रथमविभक्ति चिन् इति सूत्रेण इकार आदेशः भवति. पटि पाटिकेन सूत्रेण भगिनि इदानीमेव भवती पठितवती किल उपादायाम् उपादायाम् अतः वृद्धिः. ओके, उपादायाम् अतः वृद्धिः. प्रथमपुरुषद्विवचनम् एता भवति पट्टि सां प्रत्ययप्रत्ययो वेदन पट्टिः पट्टिशातां सर्वत्र अडागमः अपट्टिशा अपट्टिशातान् अपट्टिशतान् द्विवचने अपट्टिष्टाः अपट्टिशाताम् अपट्टित्वम् अत्र कथम् अपट्टित्वम् द्वास्थाने सन्ति तथैव वक्तव्यं पूर्वमेव अस्ति भगिनि. इणः इणः शीतं लङ् लिट्टाङ्गात् इति सूत्रेण डकारस्थाने धातु भवति. धारुणौ आरोप्यते आरोप्यते. सो रूपद्वयम् अस्ति वा भगिनि? एकमेव तदेव परिशीलनीयं. तत्र इणः अङ्गात् इति किं वदति? अङ्गम् इणन्ताङ्गाङ्गम् तत्स्थाने इन्स्थाने समये डकारस्थाने मुद्रणे डकार आदेशः भवति. डकारस्य स्थाने मूर्धन्य डकारः मूर्धन्य आदेशः भवति. मूर्धन्यः इत्युक्ते डकारः. समीचीनं. विभाषेतः किं वदति? इणः परः इदानीम् इणः परः इट् अस्ति वा? इणः प्रथमः इणः अस्ति वा? कः वर्णः अस्ति इति पश्यतु. अपट् इणः कः? हयवर टकारः इन्वर्णे अस्ति वा? रूपद्वयं प्रथमं न कथम् इन्वर्णे टकारः इणः प्रत्याहारे अस्ति भगिनि. तत्र इत्संज्ञकः न गणनीयः किल? अतः तत्र इत् वर्णः न गणनीयः. तद् त्यक्त्वा गणना कुर्मः चेत् तत्र टकारः इन् प्रत्याहारे आगच्छति वा इति द्रष्टव्यम्. अतः विभाषे सूत्रेण शीद्वं भवति भगिनि. इणः शीद्वं लुङ्लिटां दो अङ्गात् इत्यनेन तत्र अपटित्वम् इति भवति. तत्र इणङ्ग इणन्त अङ्ग उत्तरस्य लुङ् तत्र अपटि इति अस्ति किल, तद् इकारः इण् वर्णः, इण् वर्णस्य परः द्वम् इति लुङ् प्रत्ययः अस्ति, अतः अपटिद्वम् इति भवति. विभाषेटः किं वदति, इणः परः यः इट् इति वदति. इदानीं तकारः तु इन् प्रत्याहारे नास्ति, इट् तु अस्ति परन्तु इन् नास्ति, अतः विभाषेटः इत्यस्य प्रसक्तिः नास्ति. पुनः भगिनि न अवगतम्. विभाषे किं भवति, तकारः इन् प्रत्याहारे नास्ति. इणः परः इट् इट् तु अस्ति इकारः, परन्तु इण् नास्ति, तकारः इण् प्रत्याहारे नास्ति, अतः मूर्धन्य आदेशः अनेन सूत्रेण न भवति, विभाषेटः इत्यनेन न भवति. इणः प्रत्याहारे अस्ति तकारः अस्ति हयवरट् इति टकारः इत्संज्ञकः टकारः. ओ या या या ओके एतत् वाक्य ओके ओके ततः तावदेव. रूपम् एकमेव एकमेव अपात् अपात् अपात् अपाटित्वम् अपटित्वम् वृद्धि ओके निश्चन ओके अपटितम् उत्तमपुरुषे उत्तमपुरुषे अपटि अपटियत् अपैते अपटिये इषि इति किल प्रत्ययः इषि इष्वति इष्महि. ओके ओके ओके अपट् सकारस्थाने मूर्धन्यषकार अपटषि भवति अपटिष्वहि अपि अपि अपटिष्वमहि अपटिष्महि सत्यं समीचीनं तावदेव. अत्र अपाटि अपाटिषति अपटिषताम् अपटिषत अपटिष्टाः अपटिषाथां न सत्यम् अपटित्वम् अपटिषि अपटिष्वहि अपटिष्महि इति रूपाणि सेट् अस्ति. धन्यवादः भगिनि. रघुपतिमहोदय पच् दातु पच् दातु अनिट् अस्ति अनिट् अस्ति पच् पच् पच् आं श्रीवल्ली भगिनि पृच्छतु अष्टाध्यायी डाट् कां अपाटि अपाटिशातां आप्शनल् फार्म्स् आल्सो तदेव वयं पूर्वमपि दृष्टवन्तः किल तेषां रूपाणि किञ्चित् तद् वक्तव्यम् एकवारं वदामः चेत् नीलेश महोदय प्रायः समीकरोति वक्तव्यम् पच् इति अस्ति तत्र चिण् अत्र अपच् अपच् योग इ इदानीं तत्र अतोपदायतेन अपाच् अपाच् योग इ अपाचि अपत्योग इशाताम् अपतिशमितम् अस्तु अस्तु क्षम्यताम् अनेट् अस्ति खलु क्षम्यताम् अपाची अपत्योग साताम् इति खलु अपत्योग साताम् तत्र चोः कुः इत्यनेन तत्र कुत्थं भवति अनन्तरम् आदेशप्रत्ययः इत्यनेन तर्हि अपक्षाताम् इति भवति, अपक्षाताम् अग्रे अपक्ष अपच्युगसत इति अस्ति, तत्रापि अपक्षत इति भवति, अग्रे अपक्ष अपच्युगस्ताः इति अस्ति, अत्रापि एकनिमिषः अपक्षुगस्ताः किमस्ति किमपि वा अपक् इतः शकार कुत्वं भवति, अनन्तरं किमपि अस्ति वा अस्तु अपक्ष जलोजलि भवति वा एकनिमिषः चलो जलोजलि एकनिमिषः जलोजलि इति अस्ति अपच्योग जलोजलि भवति वा भगिनि तत्र अहं न जानामि पश्यतु तत्र जल् उत्तरस्य सकारस्य लोपः इदानीम् अपच् इति उक्तवान् अपच् अस्ति चोहुकुः इति एकनिमिषः चोहुकुः संख्या अस्ति 230 जलोजलि इति प्रथमम् अस्ति जल् 826 अस्ति अपच् अपच् योग एकनिमिषः अपच् योग स्थाः इति अस्ति तत्र अपच् योग स्थाः तत्र अपच् इति जल् अस्ति अपच् चकार चकार जल् अस्ति सकारः अस्ति तर्हि जलोजलि इत्यस्य पेरेण सकारस्य लोपः भवति सत्यं भवति वा भवति खलु भवति एव अपच्योगताः इति गन्तः तत्र अपच्योगताः इदानीं तत्तु नास्ति अपच्योगता तर्हि तत्र अष्टुत्वमेव अपच्योगताः एकनिमिषः न भवति खलु किमर्थं जलि प्रथमं कृत्वं भगिनि तकारः अपि जल् प्रत्याहारे अस्ति किल आमाम् आमां चोहुकुः सत्यं सत्यं तर्हि तद् 23 26 30 इति कुर्मः चेदपि साधु एव तदेव क्रमः किल आं भगिनि आम् आम् इदानीं चिन्तयतु महोदय तत्र स्वातङ्गात् भवति वा एकनिमिषः एकनिमिष किमस्ति अत्र अस्तु अस्तु एकनिमिष कृतवान् एकनिमिषः कः अस्ति एकनिमिषः तत्र किमस्ति तत्र भगिनि तत्र स्वान्तात् अङ्गात् सिचः लोपः भवति जलि परे तस्वात् अङ्गात् सिचः लोपः जलि परे 227 अस्ति तस्वात् अङ्गात् इदानीं ह्रस्वाङ्ग अपच् अपक् इति अस्ति 226 अपचि तस्वाङ्ग जलि परे सिचः लोपः भवति सिच् कुत्र अस्ति इदानीं तत्र प्रथममेव सकारस्य लोपः भवति अपच्योगः ताः इति जलोजलि ह्रस्वात् अङ्गात् तत्र अपच्योगताः इति अस्ति अपच्योगताः इदानीं सकारः नास्ति खलु न पूर्वं यदा अपच्योगः ताः इति स्वीकुर्मः चेत् तत्र ह्रस्वात् अङ्गात् इत्यस्य प्रसक्तिः अस्ति वा जलोजलि इत्यस्मात् पूर्वम् अहं पृच्छामि किमर्थं नास्ति तदेव मुख्यं ह्रस्व अस्ति खलु ह्रस्व एकनिमिषः हलन्त तदेव तदपि चिन्तनम् आवश्यकं सत्यं ह्रस्वान्तमेव नास्ति अतः एव जलोजलि आगच्छति 8 to 26 जलोजलि रस्वान्तात् अङ्गात् इति अग्रिमसूत्रमेव 27 परन्तु तत् तस्य प्रसक्तिः एव नास्ति परन्तु तदपि मनसि भवेत् तत् सूत्रमस्ति रस्वान्तात् अङ्गात् सकारलोपः सत्यं सम्यक् महोदय अग्रे अपक्ताः इति अभवत् अपक्ताः अपच्योग साताम् इति अस्ति तत्रापि चोहुकुः षत्वम् अपक्षाथाम् इति भवति अपच् योग ध्वम् इति अस्ति चेत् अत्रापि अपच्योगध्वम् इति अस्ति, तत्र किमपि अपच्योगध्वम् अस्ति खलु, चकार चकार अस्ति, कुत्वं भवति अपक् योगध्वम् अपक् ध्वम् इति भवति. तत्र अस्माकम् इणः उत्तरस्य सर्वं भवति वा इति एकवारं परिशीलयतु महोदय. इट् नास्ति खलु तत्र, अतः विभाषेटः न भवति इणः उत्तरस्य इणान्तं तत्र तत्र अपि नास्ति तत्र सत्यम्. अतः तत् मूर्धन्य आदेशः न भवति. इतोपि एकमेव कार्यम् अवशिष्टं महोदय. जश् अस्ति किल गकारः, तत् गकारः एव, तत् उक्तवान् गकारः भवति सत्यम्. अतः गकारः भवति. एकनिमिषः, कुत्र अस्ति एकनिमिषः, तत्र ध्वम् इति खलु अपक् अपक् ध्वम् इति अपक् ध्वम् इति अपक् ध्वम् अपि च इदानीम् अपच्योगसि अपक्षि इति भवति, अग्रे अपक्ष्वहि अपक्ष्महि इति. सम्यक्. अतः अस्माकं नूतनसूत्रं किमपि अत्र कार्यं न करोति. अहं पुनः वदामि भगिनि, अपाची मम अभ्यासार्थम् अपाची अपक्षाताम् अपक्षत अपक् तत्र अपक्ताः इति भवति, अपक्षाताम् अपग्वम् अपक्षि अपक्ष्वहि अपक्ष्महि. सत्यं. सम्यक्. तावदेव. तदेव अस्माकं नूतनसूत्राणि, चत्वारि सूत्राणि वयम् अधीतवन्तः किल, तत् किमपि अत्र कार्यं न करोति. विभाषेटः ह्रस्वादङ्गात् इणः शीध्वं लुङ्लिटां द्वौ अङ्गात् स्थागवो ऋच इति स्थाधातोः भूसंज्ञक इत्यत्र एव. अतः कस्यापि स्यासित् स्यूट् इत्यास्यापि प्रसक्तिः नास्ति. सामान्य रीत्या यदा वयं रूपं साधयामः तादृशमेव अधुपददातवः. समीचीनं वा? जलो जलि, प्रायः जलो जलि इति वयं तु बहुवारं कृतवन्तः एव. लुङ्लकारस्य जलो जलि इति किमपि तत्र सम्बन्धः नास्ति, सामान्यसूत्रमेव. धन्यवादः महोदय. इदानीं हन् धातुः, ग्रह् धातुः, श्रीवल्ली भगिनी पठति वा? हन् धातुः, ग्रह् धातुः, अनयोः धातोः विकल्पेन किण्वद्भावः भवति इति मतिताम्. हन् धातुः अनिट्, ग्रह् धातुः सेच्, द्वयोः रूपाणि परिशीलनीयानि. हो हन्ते लिङ्गेषु हन् धातोः अकारस्य स्थाने कवर्गादेशः भवति निति निति प्रत्यये नकारे परे च. स्थाने अन्तर्तमः इत्यनेन कवर्गे हकारेण तुल्यः घकारः संवारनादः घोषः महाप्राणः च. अतः हकारस्य स्थाने घकारादेशः भवति. नकारः चकारः नकारः चकारः नौ इतरेतरद्वन्द्वः तौ इतौ ययोस्तौ नितौ बहुव्रीहिः नितौ च नश्च तेषाम् इतरेतरद्वन्द्वः निन्नाः तेषु निन्नेषु. इक्ष्टिपो धातुनिर्देशः इति वक्तव्यम् इति वार्तिकेन धातुनिर्देशे हन् धातोः हन्ते षष्ठिविभक्तौ हन्तेः हः षष्ट्यन्त्यं हन्तेः षष्ट्यन्तं निम्नेषु सप्तम्यन्तं त्रिपदमिदं सूत्रं. चजोः कु गिण्यतोः इत्यस्मात् कुः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं हन्तेः अङ्गस्य हः कु निन्नेषु इति. अतः हन् धातोः हन् धातोः हकारस्य स्थाने कवर्ग आदेशः भवति. कवर्ग आदेशः इति स्थाने अन्तरतमः भवति निति निति प्रत्यये परे नकारे परे च. स्थाने अन्तरतमः इत्यनेन कवर्गे हकारेण तुल्यः कवर्गे हकारेण तुल्यः ककारः. अनन्तरं हन्तेः षष्टि हन् धातोः इक्ष्टिपो धातुनिर्देशः इति हन् धातुः हन्ति इति भवति षष्टिविभक्ति हन्ति हन्तेः हन्तेः अङ्गस्य हकारस्य तने कवर् कु निम्नेषु इति अनुवृत्ते सहितसूत्रम् तत्र अनुदात् उपदेशवाति तनोत्यादि तत्र प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं पठतु भगिनि वयं पूर्वं पठितवन्तः अनुदात्तोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपः चलि लिति अनुवृत्तिसहितसूत्रम् अनुनासिक अनुदात्तोपदेश वनति तनोति इत्यादीनाम् अङ्गस्य लोपः चलि लिति अनेन आहत्य पञ्चदशधातवः निर्दिष्टाः वन् धातुः वादिगणे अनुनासिकान्त अनुदात्तोपदेशधातवः यं रं नं गं हन् मन् अनुनासिकान्ततनादिधातवः तनु शिणु षणु ऋणु तृणु वृणु वनु मनु येषु धातुषु वन् धातुः दिवादिगणे अस्ति हन् धातुः अदादित्य अस्ति अस्तधातुः अदादिति अवसिष्टाः द्वादौ एव येषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपः भवति अनुनासिकस्य लोपः भवति जलादि कि नित् प्रत्यये परे कार्यं किं तत्र अत्र हन् धातोः विषये हकारस्य लोपः भवति अनुनासिकस्य लोपः भवति जलादि पठतु भगिनि हनः सिच् श्रूयते वा श्रीवल्ली भगिनि श्रूयते वा आडियो समस्या प्राय अस्तु उषा भगिनी पठति वा भगिनि भगिनि श्रूयते वा श्रीवल्ली भगिनी इदानीं हन्धातोः परः सिच् कित् भवति हन्धातुः परस्मैपदे परस्मैपदप्रसङ्गे च हन्धातोः नित्यं वध आदेशः भवति सिच् परे तदर्थं तत्र अस्य सूत्रस्य प्रसक्तिः एव नास्ति फलितार्थः एवं यत् आत्मनेपदप्रसङ्गे एव सूत्रं प्रसक्तम् आत्मनेपदे इति कुत्र कर्मणि अङ्ग उपसर्गपूर्वककर्तरि च कर्मणि चिण्वद्भावपक्षे निद्वत्वम् अस्ति इति कारणतः कित्वादि कित्वा अतिदेशः न सम्भवति अतः सिच् प्रत्ययः नित्यं कित्वत् भवति अनिट् यतो हि चिन्वद्भावपक्षे यत्र इडागमी भवत्याः ध्वनिः न श्रूयते सम्यक्तया आं भगिनि लिङ्क् सिचावासनेपदेषु इत्यस्मात् आत्मनेपदेषु इत्यस्य अनुवृत्तिः उत्तरसूत्राणां कृते अनुवृत्तिसहितसूत्रं हनः कित् आत्मनेपदेषु अस्ति वा भगिनि इण्टर्नेट् समस्या अस्ति वा अस्तु उषा भगिनी अर्थः वदति वा आं भगिनि हनः सिच् हनः सिच् हन् धातोः परः सिच् अस्ति चेत् तत् कित् इति भवति इति सूत्रं वदति. अत्र आत्मनेपदेषु हनः सिच् कित् आत्मनेपदेषु अपि अनुवृत्तिसहितेन आगच्छति. आत्मनेपदेषु आत्मनेपदेषु इति चेत् अत्र हन् धातुतः आत्मनेपति अनिट् सिच् प्रत्ययः एव भवति. अनिट् सिच् प्रत्ययः अत्र नित्यं कित्वत् भवति इति सूत्रं वदति. हनः सिच् इत्यनेन कित्वं भवति, सिच् इत्यनेन अनिट् सिच् कित्वं भवति इति सूत्रं वदति भगिनि. कर्मणि चिन्वत्पक्षे एव तत्र भवति किणित्वत्वम् अस्ति, अतः कित्वम् अपि तत्रापि एव आरोपितं. कित्वत् आदेशः न सम्भवति चिन्वत् चिन्वत् भावपक्षे. तदेव वयं पूर्वमपि दृष्टवन्तः किल, एकवारं नित्वत्वम् आरोपितं चेत् नूतनतया अन इतोपि एकम् इति कित्वत्वं न आरोपयितुं शक्यते इति समानरीत्या अत्रापि. सो हनः सिच् उश्च स्थाग्वोरिच् वृत्तिं कित्वं भवति. अनन्तरं आङ्गो आङ्गो यम आङ्गो यम हनः आङ्ग् उपसर्गपूर्वक आङ् उपसर्गपूर्वक यम हन् हन् भ्यां यम हन् भ्याम् अकर्मक अर्थे आत्मनेपदसंज्ञकप्रत्ययाः विधीयन्ते. ओके, अकर्मकात् इति अनुवर्तते. यम उपरमे द्वादौ हन् हिंसा हिंसागत्योः अदादौ इति उभौ परस्मैपदिनौ. ताभ्याम् अकर्मकक्रियावचनाभ्याम् आङ् पूर्वाभ्याम् आत्मनेपदं भवति. आङ्गो यमहनः इति सूत्रं वदति. आङ् उपसर्गपूर्वक अस्ति चेत् उपसर्गपूर्वः परः यं धातु अथवा हन् धातु अस्ति चेत् यं धातु भ्वादौ धातु प्रथमगणे अस्ति, तत् धातुः आङ् इति उपसर्गपूर्व अस्ति चेत् तत् आत्मनेपदं भवति. अनन्तरं हन् धातुः अपि एवमेव. हन् इति अदादिधातु, अदादिधातु अपि आङ् उपसर्गपूर्वकः परव पूर्वः अस्ति चेत् हन् धातुः अकर्मकार्थे ओके अकर्मकार्थे आत्मनेपदसंज्ञकः आत्मनेपदप्रत्ययः एव स्वीकरोति इति सूत्रं वदति. सो अकर्मकार्थे हन् धातुः अथवा अकर्मकः नास्ति. यं धातु अपि अकर्मकः नास्ति पूर्वं, बट् अकर्मकः भवति चेत् आङ् इति पूर्वम् अस्ति चेत् अपि आत्मनेपदसंज्ञकप्रत्ययः विधीयते. अस्तु भगिनि, द्रष्टव्यं कुत्र पूर्वं न दृष्टं वाक्यं द्रष्टव्यं कथम् अकर्मकः क्रियावचनाभ्यां अकर्मकक्रियावचनाभ्यां भ्याम् इति. सो अकर्मक अण्ड् क्रिया वाट् इस् अकर्मक अकर्मकक्रिया अकर्मकक्रियौ क्रियावचनाभ्याम् आं भगिनि प्रयोगेषु तत्र अकर्मकप्रयोगेषु आङ् उपसर्गात् यं हन् धातुभ्याम् आत्मनेपदस्य प्रत्ययाः भवन्ति. यम् इति उपरमे हन् हिंसात्यागे अत्र अष्टाध्यायी डाट् काम् तः एव अहं पठामि. एतौ वस्तुतः परस्मैपदी धातुः परस्मैपदिनौ धातु परन्तु आङ् उपसर्गपूर्वकाभ्याम् एताभ्याम् अकर्मक अर्थेषु आत्मनेपदस्य प्रत्ययाः भवन्ति. यथा आयच्छते तनुते इति अर्थः, आहते आहते इत्युक्ते हन्ति इति अर्थः. सकर्मकेषु अर्थेषु तु परस्मैपदी एव भवति. कृपात् रञ्जुम् आयच्छति, निष्कासयति इति अर्थः. रज्जुम् आयच्छति, रज्जु रज्जु रज्जुम् आयच्छति, निष्कासयति इति अर्थः. भूमिं पादेन आहन्ति. इदानीं तत्र अनाहतम् अपि, अनाहतम् अपि वयं अनाहतम् अपि अकर्मक ऐ गेस् लैक् अनाहत सौण्ड् अतः तत्र किम् उदाहरणमासीत् ज्ञातव्यं. भारतेः किरातार्जुनीये अजाग्रे विषं विलोचनस्य वक्षः. अत्र पराङ्गे स्थिते अपि आयुगः हन् अस्य आत्मनेपदिप्रयोगः दृश्यते. अयं तु प्रामादिकः प्रमादं जनयति. भट्टे भट्टिकाव्ये आहद्वं मा रघुत्तमम्. अत्र पराङ्गे स्थिते अपि आत्मनेपदिप्रयोगः दृश्यते. अयमपि प्रामादिकः, तत्र प्रामादिकप्रयोगः अपि अस्ति. पराङ्गम् अस्ति चेत् सामान्यतया एव तादृशं भवति. ते तु विशेषनियमः उक्तवन्तः. अहं तु अत्र अस्य उदाहरणं द्रष्टुम् आगतवती. तत्तु नास्ति. अस्तु, आयच्छते आहते इत्युक्ते तत्र अकर्मकः आङ् उपसर्गपूर्वक अकर्मकप्रयोगः इति कृत्वा आत्मनेपदि एव भवति. एतदेव विषयः, सः एव विषयः. कूपात् रज्जुम् आयच्छति, भूमिं पादेन आहन्ति इति रूपम्. भूमिं पादेन क्षम्यतां, तत्तु सकर्मकस्य किल, अकर्मकस्य तु न दत्तम्. अस्तु, समीचीनम्. अस्तु भगिनी, भवती एव हन् धातुः रूपाणि अनित् चिन्वत् पक्षे जय भगिनि, चिन्वत् पक्षे चिन्वत् अस्ति. सत्यं सत्यम्. चिन्वत् अपक्षे मध्यमपुरुषस्य रूपाणि. तत्तु बहु गम्भीरचिन्तनमस्ति. प्रथमं रूपाणि वदतु भगिनि, अनन्तरं वयं तत् पठामः. रूपाणि परिशीलनीयानि. हन् धातुः अनिट्, हन् धातुः अनिट्. सो नूतनसूत्र अस्ति किं हो हन्ते निन्निन्नेषु? सामान्यतया प्रथमपुरुष एकवचनं वदतु, अनन्तरं पश्यामः कुत्र कुत्र हो हन्ते निन्नेषु आगच्छति. ओके, हन् हन् इति अनिट् भगिनि, अनिट् सत्यं. किञ्चित् प्रत्ययः. ओके, हन् धातु अनिट् प्रत्ययः ई साताम्, ई सातां सत. ओके, चिन्वत् भावः हन् हन् इति धातु अथ उपदायाः इत्यनेन हान् भवति. अहानि अहानि हान् योग अथ उपदायाः इत्यनेन वृद्धिः भवति. हन् इति हान् इति भवति, अहानि इति भवति प्रथमपुरुष एकवचनम्. अनन्तरं सातां तत्र किमपि अन्यकार्यमस्ति, नित् भवति. हो हन्ते ङिण्णिन्नेषु. ओके, हो हन्ते ङिण्णिन्नेषु णकारः अस्ति परः. सो हकारस्य स्थाने खकारः आदेशः भवति. अगानि अतः तस्य कार्यं प्रथमम् इति वदतु. हो हन्ते निन्नेषु वा अथ उपदायः वा? हो हन्ते निन्निन्नेषु वाट् इस् द नम्बर् 8 7 3 7 7 3 अण्ड् अथ उपदायः 7 2. हो हन्ते निमित्तमपि पश्यतु. ओके, हन् धातोः हकारस्य स्थाने खवर्ग आदेशः भवति. नितिः नितिः प्रत्यये परे नकारे परे च ओके हन्तेः अङ्गस्य हः कुः भवति णित् णित् अत्र प्रथमम् अस्ति हन् धातो हन् योगः णित् अस्ति चिन्वद्भावः सो हन् योगः णित् 7-3 भगिनि दट् इस् 7-2 अत उपादायाः 7-2 होहन्ते ङिण्णिन्नेषु अत्र कार्यं न करोति चेत् अत्र सूत्रं व्यर्थं भवति भगिनि सो प्रथमं होहन्ते ङिण्णिन्नेषु कार्यं करोति चेत् अनन्तरम् अत उपादायाः इति सूत्रं प्रवृत्तिः स्टिल् अस्ति भगिनि सो अत उपादायाः इति नित्यसूत्रं भवति सो प्रथमं नित्यसूत्रमेव कार्यं करोति सो अत उपादायाः इति सूत्रस्य प्रसक्तिः प्रथमम् आगच्छति सो हन् इति हान् इति भवति अहान् इति भवति देन् अनन्तरम् अहान् योगः इ अनन्तरं होहन्ते ङिण्णिन्नेषु इत्यनेन हकारस्य स्थाने घकारादेशः भवति अत्र विद्वद्विषयः अस्ति चेदेव भवति खलु तादृशचिन्तनं नित्यम् इति विप्रतिषेध नास्ति खलु तत्र तत्र भिन्नम् अस्ति खलु तत्र निमित्तं तु अस्ति एव नित्वं तु अस्ति एव अकारस्य गकारः उपादायम् अकारः अस्ति खलु तत्र किमपि उपादायम् अकारः अस्ति तत्र होवन्ते निन्देषु इति सूत्रं वदति समानस्थले नास्ति इति कृत्वा समानस्थले समानस्थले तदा एव भवति खलु तत्र पूर्वपरनित्यन्तरङ्गपवादं तत्र तु कार्यं भिन्नभिन्नस्थले एव किल तत्तु सत्यं तत्र क्रमेण अपि कर्तुं बट् स्टिल् नित्यसूत्रं विप्रतिषेधे परम्पार्यम् अथवा नित्यम् अन्तरङ्गं सर्वं तत्र स्थानं द्रष्टव्यं किल स्थानं कुत्र तत्र सूत्रद्वयमपि समानस्थले आगच्छति चेत् द्वयोः मध्ये तत्र तुल्यबलविरोधः अस्ति इति कृत्वा चिन्तनं तत्र तु तादृशं किमपि नास्ति किल कारस्य स्थाने गकारः उपादायां दीर्घः उपादास्थलः अतः तत्र बलाबलस्य आवश्यकता एव नास्ति यत्किमपि प्रथमं कर्तुं शक्यते सैमल्टेनियस् अपि कर्तुं शक्यते स्वरूपं समानमेव आगच्छति सत्यं तत्तु सत्यम् Yeah, that's why then both of them looks like Nityasutra. Satyam. Tada tadrisham chintayamah chet dvayam api nityam iti bhavati. Parantu tatra pratishedah nasti iti kritva yatkim api bhavati. So, aghani. Aghani. Aghani iti bhavati. Then, Ishatam. सातम् ओके अनिट् अनिट् भगिनि सातं रैट् सो अहं हन् धातु चिन्वद् किल द्वयमपि प्रथमं चिन्वत् वदतु अनन्तरम् अभावः ओके ओके चिन्वत् आरोपितं चेत् सियसित् सियुत् धासिषु इत्यनेन चिन्वद्भावः आरोपितं चेत् अहन् योगः सातां चिन्वत् अहान् योगः सातां अहान् योगः सातां अहान् योगः सातां अगेन् होहन्ते ङिण्णिन्नेषु अगान् योगः सातां अनन्तरं विच् सूत्र अहान् योगः सातां कथम् अत उपादायः अत्र प्रसक्तिः चिन्वद्भावः चिन्वद्भावः अस्ति चेत् प्रत्ययः इशाताम् इति भवति किल इट् अपि आरोपितम् इट् अपि आगच्छति किल अहन् योगः इशाताम् ओके ओ ओके अहन् योगः इशाताम् अगान् इशाताम् अगानिशाताम् अगानिशाताम् अगानिशत अगानिष्ठाः अगानिष्ठाः अगानिशाथाम् अगानिध्वम् अगानिषि अगानिष्वहि अगानिष्महि तत्र बहुवचने किं रूपं भवति मध्यमपुरुष बहुवचने अगानिड्वं भगति अगानिड्वं भगिनि रूपद्वयं भवति वा एकमेव वाट् इस् द विकल्पेन सूत्र विभाषे ऐ हाव् टु लुक् अट् द सूत्र भगिनि ओके विभाष ओके ईणः ईटः अत्र अगानि सो अहन् योगः इद्वम् अचिन्वद्भावः अहान् धन्य कुत्वम् अगान् अगान् निड् वम् अगान् निड् वम् अगान् अनन्तरं ई अस्ति बट् इणः नास्ति अत्र भगिनि नकारः ओ प्र अनन्तरं हयवरट् लण् लण् नास्ति नास्ति महोदय नास्ति सो अगान् योगः इड्वं सो विभाषतः प्रसक्तिः नास्ति भगिनि सत्यं सत्यं सो एकमेव रूपम् अगानिड्वम् सर्वत्र अत उपादायः इत्यस्यैव कार्यं उत्तमपुरुषे अगानिषि अगानिषि अगानिष्वहि अगानिष्महि समीचीनं तावदेव तत्र कार्यं तु ओ अन्तेर्निन्नेषु इत्यनेन ककारः अथ उपादायः इत्यनेन ऋत्वम् इति कृत्वा वृद्धिः भवति सत्यं तावदेव इणः शीत्वं लुङ्लिटाम् इत्यनेन अघानिट्वम् इति मध्यमपुरुष बहुवचने रूपं सत्यं सम्यक् धन्यवादः भगिनि विजया भगिनी चिन्वत् अभावे वदति वा हन्दातुः एव हन्दातुः चिन्वत् अभावे अनिट् अस्ति अतः साथां सख इति भवति प्रत्ययः प्रथमपुरुषे एकवचनम् ई सातां सत स्ताः सार्थं द्वं सि स्वहि स्महि एतदेव खलु महोदय सत्यं तदेव करोतु स्वीकुर्मः चेत् अत्र अपक्षे अत्र हन् धातुः हन् योगः ई भवति खलु महोदय अनि इति भवति वा अहन् योगः ई इदानीं तत्र णित् प्रत्ययः अतः अत उपादायः अहानि अनन्तरं कौहन्तेर्निन्नेषु इत्यनेन कुत्वा घ हकारस्य स्थाने घकारादेशः सत्यम् अघानि न श्रूयते किमपि आम् किञ्चित् मन्दमस्ति भगिनी वदामि इदानीं सम्यक् अस्ति. इदानीम् अहन् योगः साताम् इति वदतु. तत्र सूत्रद्वयम् इत्यस्य प्रसक्तिः अस्ति. अत्रापि अत उपादायाः इति सूत्रेण गुरुः कृत्वा अहान् इति भवति. अहान् योगः अनन्तरं ओहान्ते निर्णेषु इति सूत्रेण तत्र गकारः भवति. अगान् अहान् सताम् इति भवति. तत्र हन् तत्र हन् धातोः विषये एकः विशिष्टसूत्रः विशिष्टसूत्रम् अस्ति. विशिष्टं सूत्रं हनः सिच् इति हन् धातोः परः सिच् कित् भवति इति सूत्रं वदति. अस्तु, गुणनिषेधः. अतः अनुदात्त उपदेश वनति तनोत्यादीनां अनुनासिकलोपो जलि ङिति इत्यनेन अनुनासिकस्य लोपः भवति. अतः अनु इदानीं लोपः भवति चेत् रूपं किं भवति? अहसाताम् अत्र उपादायाः दीर्घः किमर्थं न भवति? तत्र तु इदानीं तत्र णित्वं न आरोपितं किल. साताम् इति णित् नास्ति, अतः तत्र सिच् प्रत्ययः एव. अतः अत उपादायाः इत्यस्य प्रसक्तिः नास्ति. अहसाताम् सत इति भवति. तत्रापि अगसत इति भवति. मध्यमपुरुष एकवचनं साः इति भवति. अत्र अत्रापि अनुदात्त एतत् अनुदात्तवनति तनोत्यादि सूत्रेण कित्भावः भवति. अतः तत्र नख अनुनासिकवर्णः लोपः भवति. अतः तत्र अग योगः स्थाः अगस्ताः इति भवति. अत्र इतोपि एकं सूत्रं तस्य प्रसक्तिः अस्ति यद् वयं पूर्वं पठितवन्तः. ह्रस्वादङ्गात् अतः ह्रस्वात् अङ्गात् इत्यनेन तत्र लोपः भवति. कस्य लोपः? सस्य लोपः इति एव. ह्रस्वात् अङ्गात् उत्तरस्य लोपः भवति. अतः तत्र सकारस्य लोपः भवति खलु महोदय? सत्यं सत्यम्. अतः तत्र अगताः इति भवति. अहताः इति रूपम्. अहताः इति रूपम् द्विवचने सातां भवति. पूर्वं यथा दृष्टवन्तः तादृशमेव भवति. अगसाताम् इति भवति. अगसाताम् इति भवति. अनन्तरं द्वं भवति. अत्र विकाशाट्टेः इति सूत्रं द्वम् इति भवति. अत्र विभाषेट्टः इति सूत्रं कार्यं न भवति. किमर्थं चेत् किन्वत् अपक्षि भवति. अतः अगत्वम् इति भवति. अहत्वं सत्यम्. अहत्वम् अनन्तरं तत्र अत्र स्थाने आदेशप्रत्ययोः इति सूत्रेण दन्त्यसकारस्य स्थाने मूर्धन्यशकारः आगच्छति. अतः तत्र अगशि इति भवति. अहसि एव तत्र निमित्तमेव नास्ति किल. नकारलोपः जातः. हकारः तु इन्कोः इत्यस्मिन् नास्ति. अतः अहसि. अत्र अग एव भवति. अत्र इन्कोः सूत्रस्य प्रसक्तिः नास्ति एव. अतः तत्र अगसि एव भवति. सत्यम् अगस्ति. अनन्तरं अगस् मही अगस् मही सत्यं सम्यक् सम्यक् तावदेव. हनः स्विच् इत्यनेन कित्वम् आरोपितं सर्वत्र अनुदात्त अतः अनुदात्त उपदेशवनतनोत्यादीनाम् इत्यस्य प्रसक्तिः अनेन नकारलोपः जातः तावदेव कार्यम् अत्र. ह्रस्वादङ्गात् इति कार्यं भवति. किमर्थम् इत्युक्ते इदानीं ह्रस्व अङ्गमस्ति, तस्य लोपः भवति तावदेव अत्र. नास्ति चिन्ता. नमस्ते. समीचीनम्. इदानीं तत्र चिन्तनं भवति. ग्रहधातोः रूपाणि अग्रिमसप्ताहे साधयामः. इदानीं तत्र चिन्वत् पक्षे मध्यमपुरुष एकवचने वयं किं कृतवन्तः, क्षम्यतां, चिन्वत् अपक्षे मध्यमपुरुष एकवचने अहं योगः स्ताः इति आसीत्. तत्र सकारलोपः ह्रस्वादङ्गात् इत्यनेन कृतवन्तः. तद् तत्र लुप्त यद् नकारः अनुदात वनति तनोत्यादीनाम् इत्यनेन अनुदा अनु किं सूत्रमासीत् अनुदात्त एव सत्यं. तद् अनेन यद् नकारलोपः जातः तस्य स्थानिवद्भावलक्षणम् अस्ति वा न वा इत्येव अग्रे आगच्छति. तद् किञ्चित् रौण्ड् अबौट् अस्ति, परन्तु पठामः, पत्रे अस्ति इति कारणेन पठामः. अरुणा भगिनी पठतु. अत्र प्रश्न उदेति भगिनि. चिन्वत् पक्षे मध्यमपुरुषे एकवचने. चिन्वत् पक्षे किं भगिनि? वर्गस्य अनन्तरम् अहं किञ्चित् वक्तुम् इच्छामि. आम् आम् अस्तु अस्तु भगिनि, रेकार्डिङ्ग् समापयित्वा वदतु. चिन्वत् अपक्षे मध्यमपुरुषस्य एकवचने अहं युगः स्थाः सकारलोपो भवति वा लुप्तनकारस्य स्थानिवद्भावेन लक्षणं भवति वा इति प्रश्नः. अहन्यसः अत्र सकार नकारलोपो भवति वा सकारलोपो भवति वा न स्थानिवद्भावति वा इति प्रश्नः अस्ति. अहन् व्यवस्थाः हनः सिच् अनुदात् उत्पाद्यादीनाम् अनुनासिकलोपो जलि इति परे अतः अह व्यवस्थाः अश्वत्थाङ्गात् अहताः. एतदेव रूपम् अहताः इत्येव रूपं. तत् इदानीं चिन्तनम् अत्र रूपं भगिनि. न न अत्र प्रश्नः जायते यत् अत्र प्रश्नः जायते यत् नकारस्य स्थाने यः लोपादेशः विधीयते अनुदातुपदेश उपदेशौ अनुदात्त उपदेश अनुपमान अनुनासिकलोपः भवति खलि इति परे खलि ततः प्रश्नः अस्ति. सूत्रेण लोपः भवति प्रथमं स्थानिवत् आदेशो अनिल्पितौ इत्यनेन स्थानिवत् भवति न वा इति प्रश्नः. वयं जानीमः यत् स्थानिवत् आदेशो अनिल्पितौ इति सूत्रे भागद्वयमस्ति. ओके, प्रथमं प्रथमं मध्यपुरुष एकवचने स्थाः भवति अतः सकारलोपः भवति हनः चिचिदेन. तदनन्तरं नकारलोपो भवति दीर्घसूत्रेण. न न न सकारलोपः ह्रस्वादङ्गात् इत्यनेन भवति, हनः सिच् इत्यनेन कित्वम् आरोपितं भवति. ओ ओ ओ ओके ओके अधुना प्रश्नः अस्ति, आदेशः किम् अस्ति चेत् लोपः, नकारलोपः किं, तदनन्तरम् अन्यसूत्रं कर्तव्यं शक्यते वा इति प्रश्नः. कर्तुं शक्यते एव, तद् प्रश्नः नास्ति. यद् नकारलोपः जातः तत्र तानिवतादेशो अनल् विधौ इत्यनेन अनल् विधिः अस्ति वा न वा इति प्रश्नः. ओहो, ह्रस्वादङ्गात् इत्यस्य कार्यं भवति एव, तद् इट् डस् नाट् डिपेण्ड् आन् अनुदात्त उपदेश. अस्तु, तत्तु इण्डिपेण्डेण्ट् अस्ति, स्वतन्त्रम् अस्ति. इदानीं प्रश्नः कः इत्युक्ते, यद् नकारलोपः जातः तत् स्थानिवत् अस्ति वा न वा, अल्विधिः अस्ति वा अनल्विधिः अस्ति वा इत्येव तत्र चर्चा. इदानीं तत् पठतु भागद्वयम् इति. किम् आदेशः? आदेशः स्थानिवत् भवति, नाम स्थानिनि ये गुणाः सन्ति ते आदेशे अपि उपस्थिताः भवन्ति. द्वितीयं, कश्चन विधिः आदेशस्य अनन्तरं भवति चेत् अपि च स च विधिः स्थानिसम्बन्ध अल्वर्णम् आश्रित्य प्रवर्तनीयः इति चेत् आदेशः स्थानिवत् न भवति. आदेशसमानेव आदेशस्थानिवत् भवति. तदुक्त्वा स्थानिनि प्रत्यये ये गुणाः सन्ति ते सर्वेपि आदेशे अपि उपस्थिता भवन्ति. अदेव कश्चन विधि आदेशः अनन्तरं भवति चेत् तच्च सूत्रं विधिसूत्रं स्थानिवत् सम्बन्ध आल्वर्णम् आश्रित्य प्रवर्तनीय वा न वा इति प्रश्नः. अत्र तादृशं भवति चेत् तत्र प्रथमं यद् उक्तम् आदेशः स्थानिवत् भवति इति सामान्यं डिफाल्ट् इति, स्थानिनि ये गुणाः सन्ति तद् आदेशे अपि आरोपितं भवति, धर्माः आरोपिताः भवन्ति. समीचीनम्. द्वितीयमस्ति यद् विधिः आदेशस्य अनन्तरं भवति, इदानीं लोपादेशः कृतः, अनन्तरं तत्र यत्किमपि विधिः तम् आश्रित्य भवन्ति चेत् तद् यदा अल्वर्णम् आश्रित्य प्रवर्तनीयः चेत् तद् आदेशः स्थानिवत् न भवति. किमर्थम्? अनल् विभौ इति सूत्रे एव उक्तत्वात्. अल्विधिः नास्ति चेत् आदेशः स्थानिवत् भवति, अल्विधिः अस्ति चेत् स्थानिवत् न भवति. अवगतं किल? तदेव पायिण्ट् वन् अण्ड् टु. पायिण्ट् वन् इति सामान्यः सर्वत्र भवति. द्वितीयं, तत्र अल्वर्णम् आश्रित्य भवति वा न भवति वा इति चिन्तनीयम्. अल्वर्ण आश्रित्य भवति चेत् स्थानिवत् नास्ति, अल्वर्णम् आश्रित्य का विधिः नास्ति चेत् इत्युक्ते अनल् विधिः अस्ति चेत् तत्र स्थानिवत् भवति. अवगतं वा? अवगतम्. सामान्यतया इति अपि पठतु भगिनि. सामान्यतया आदेशः स्थानिवत् भवति, स्थानिवत्भावः कुत्र न भवति इत्यस्य परिशीलनार्थं त्रयकालाः कल्पनीयाः. प्रथमकाले स्थानि अस्ति, स्थानी अस्ति. द्वितीयकाले आदेशः अस्ति. तृतीयकाले कश्चन विधिः अस्ति. ओके, पदम् अत्र अहन् इति अहन् योगस्थाः लोप नकारलोप भवति प्रथमं, तदनन्तरं लोप एव आदेशः. द्वितीयकाले कश्चन विधिः अस्ति इति परिशील्यति. अतः यदा तत्र प्रथमकाले नकारः इति स्थानी, द्वितीयकाले लोपः अनुदात्त वनति तनोत्यादीनाम् इत्यनेन नकारलोपः इति आदेशः, तृतीयकाले ह्रस्वात् अङ्गात् इति विधिः आगच्छति. इदानीं तद्विधिः या विधिः आगच्छति तद् स्थानिसम्बन्धविधिः वा न वा इति अग्रे तस्य विषये वदति. एतावता स्पष्टम् अस्ति वा? आं भगिनि. समीचीनं, धन्यवादः भगिनि. रघुपतिमहोदय, अत्र कालत्रयस्य साधनार्थम्, अत्र कालत्रयस्य साधनार्थं सूत्रद्वयमपेक्षितं. प्रथमसूत्रेण स्थानिनः स्थाने कश्चन आदेशः विधीयते. अनेन स्थानीयः आसीत् तस्य च स्थाने अधुना आदेशः आगतः. तदानीं द्वितीयसूत्रेण एकं नूतनं कार्यं विधीयते. इदं नूतनं कार्यं तृतीयकाले भवति. अत्र तृतीयकालः विशेषतः अवलोकनीयः. अस्मिन् द्वितीये सूत्रे यानि निमित्तानि अपेक्षितानि तेषु यदि एकमपि कश्चन वर्णः यानि निमित्तानि अपेक्षितानि तेषु यदि एकमपि कश्चन वर्णः अस्ति या स्थानिनि आसीत् किन्तु साक्षात् आदेशे नास्ति तर्हि इदं कार्यं न भवितुमर्हति. यतोहि स च अल्वर्णस्य स्वभावः आदेशे अध्यारोपयितुं न शक्यते. नाम अत्र स्थानिवद्भावः न सम्भवति. एतद् वदामः अल्विधिः इति. अतः सूत्रम् अस्ति स्थानिवत् आदेशः अनल्विधौ. आदेशः स्थानिवत् भवति किन्तु तादृश अल्विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति इति. अत्र कालत्रयम् अत्र प्रथमकाले स्थानी अस्ति. अत्र इदानीम् अहन् तदेव कुर्मः. अहन्योगस्थाः इति अहन्योगस्थाः इति अस्ति. इदानीं तत्र सूत्रमस्ति एकं हनः पिचः इति खलु. तत्र तदेव तत्कित्वम् आरोपितम् अतिदेशः अतिदेशूत्रमस्ति कित्वम् आरोपितम्. अतः तत् अहन्यवस्था अस्ति तत् तर्हि तत्र अनदात्तोपदेशवनचरत्यानिमित्तनेन लोपः भवति. अह अहयोगस्थाः इति अस्ति. एतत्तु आदेशः. एकनिमिषः. द्वितीयकालः अस्ति यदा लोपः भवति. द्वितीयकालः अस्ति खलु. द्वितीयकाले आदेशः अस्ति, लोपादेशः अभवत्. यदि इदानीं तृतीयकालः अस्ति, अत्र विधिः अस्ति. विधिः अस्ति सकारलोपः. एकनिमिषः. विधिः अस्ति सकारलोपः खलु तत्र. अह इति अस्ति खलु. अह इति अस्ति ह्रस्वादङ्गात् इत्यनेन तत्र सकारस्य लोपः भवति इति अस्ति. इदानीं अस्मिन् द्वितीयसूत्रे यानि निमित्तानि अपेक्षितानि तेषु यदि एकमपि कश्चन वर्णः अल् अस्ति यः स्थानिनि आसीत् किन्तु साक्षात् आदेशे नास्ति किमस्ति अत्र कार्यं न भवितुमर्हति. इदानीम् अपेक्षितानि इदानीं तत्र स्व अङ्गं रस्वं भवेत्. अह इति रस्व अस्ति. द्वितीयसूत्रे यानि निमित्तानि अपेक्षितानि तेषु यदि एकमपि कश्चन वर्णः अस्ति यः स्थानिनि आसीत् स्थानिनि आसीत् किन्तु साक्षात् आदेशे नास्ति इदं कार्यं न भवितुमर्हति. अत्र तस्य विषये एव अग्रिमपरिचये अस्ति महोदय. पुनः तदेव विवरणम् एतत् किञ्चित् परिचयरूपेण तदेव पुनः अत्रापि उक्तम्. ओके, अस्तु, अग्रे पठामि वा? आम् आम्. प्रकृतस्थले प्रथमकाले स्थानी अस्ति नकारः. द्वितीयकाले तस्य नकारस्य स्थाने अनुदात्तोपदेश इति सूत्रेण लोपः अधिष्ठः अस्तु अत्र दत्तमस्ति. तृतीयकाले ह्रस्वादङ्गात् इति सूत्रेण सिचः सकारलोपः जायते न वा इति द्रष्टव्यम्. एतदर्थमत्र स्थानिवद्भावः भवति न वा इति ज्ञेयम्. प्रथमतया परिशीलनीयं यत् अल्विधिः अस्ति न वा इति. स्थानिवत् आदेशो स्थानिवत् आदेशः अनल्विधौ इति सूत्रस्य सामान्यबोधेन अल्विधिः नास्ति चेत् स्थानिवद्भावः अल्विधिः नास्ति चेत् स्थानिवद्भावः भवति. स्थानि अस्ति नकारः, अस्तु स्थानि अस्ति नकारः, स च नकारः ह्रस्वादङ्गात् इत्यस्य कार्यप्रतिनिमित्तमस्ति किम्? ह्रस्वात् स्थानि अस्ति नकारः स च नकारः ह्रस्वादङ्गात् इत्यस्य कार्यं प्रति निमित्तम् अस्ति किम् इति प्रश्नः. ह्रस्वात् अङ्गात् इत्ययेन ह्रस्वान्तात् अङ्गात् सिचः लोपः भवति जलिपरे. अह योगः स्थाः इत्यत्र लोपादेशः नकारत्वम् अध्यारोप्यते चेत् फलेन यत् अहं जायते तत् अङ्गं ह्रस्वं ह्रस्वान्तम् अस्ति वा इति. न हि अतः ह्रस्वातङ्गादि सूत्रं प्रति अल्विधिः नास्ति. अहयोगस्था इत्यत्र लोपादेशे नकारत्वम् अध्यारोप्यते चेत् फलेन यत् अहं जायते तत् अङ्गं ह्रस्वान्तमस्ति वा इति. तत् तदा न अभवत् नहि. अतः ह्रस्वतङ्गादि सूत्रं प्रति अल्विधिः नास्ति. अल्विधि अभावे अनल्विध इत्यस्य पूर्तिसिद्धः, तस्मात् स्थानिवद्भावः स्यात्. अस्तु तत्र अङ्गम् इदानीं तत्र नकार अस्ति, लोपादेशः अस्ति नकारत्वं, लोपादेशे अस्ति नकारत्वम् अस्ति खलु, स्थानिवत् अस्ति. इदानीं तत्र तर्हि तत् इदानीं ह्रस्वात् अङ्गाति सूत्रं प्रति अल्विधिः नास्ति. अतः अल्विधिः नास्ति इति कृत्वा तत्र स्थानिवद्भावः भवति. अतः तत्र ह्रस्वादङ्गाति सूत्रस्य प्रसक्तिः न, तत्र सकारस्य लोपः न भवितुमर्हति इति एतावत् वदति. अवगतं किल किं वदन्ति इति? आमाम् अत्र अहन् इति अस्ति, अत्र लो अत्र नकारः अस्ति, नकारः अस्ति तत् अल्विधि अस्ति तत्र इदानीं तत् खलु, तत्र ह्रस्वादङ्गात् तत्र नकारः, परन्तु तद् निमित्तं नास्ति किल, नकारेण ह्रस्वादङ्गात् इति ह्रस्वादङ्गात् इत्यस्य प्रवर्तनार्थं तत्र नकारः इति निमित्तं नास्ति किल. नकार नास्ति चेदेव भवति खलु? आम् सत्यम्. अथवा न भवति, अह इति अस्ति ह्रस्वान्तमङ्गम् अथवा ह्रस्वादङ्गात् भवति, अहन् इति अस्ति चेत् ह्रस्वादङ्गात् न भवति. अहन् अस्ति चेत् ह्रस्वादङ्गात् न भवति. क्लेशः एव, तदेव अग्रे अपि अस्ति तादृशं चिन्तनमेव किमर्थम् इति मम मनसि आगच्छति, परन्तु पश्यामः यदस्ति पठामः. अस्तु, अतः तत्र किं वदन्ति इत्युक्ते तत्र ह्रस्वादङ्गात् इति सूत्रं प्रति अल्विधिः नास्ति. अल्विधिः इत्युक्ते नकारः, नकारः एव अल्विधिः. नकारः किमर्थं? नकारः एव स्थानि, तत्र एव लोपादेशः अभवत्. अस्तु, अतः तद् नकारः इति ह्रस्वादङ्गात् प्रति एतत् सूत्रम् अल्विधिः नास्ति. अतः अल्विधि अभावे किं भवति? अनल्विधिः इति. तत्र नञ् प्रायः ते नञ् तत्पुरुषः स्वीकृतवन्तः किल, अनल्विधिः न अल् अनल्. अतः तत्र स्थानीवद्भावः भवति इति एतावत् चिन्तनं. पश्यामः इतोपि क्रमः. शिवल्ली भगिनी भवती पठति वा? धन्यवादः महोदय, दशनिमिषम् अवशिष्टं, पश्यामि. अस्ति वा श्रीवल्ली भगिन्याः तत् सम्यक् अस्ति वा इण्टर्नेट्? कष्टम् अस्ति वा? पठतु, पश्यामः. इदानीं सम्यक् अस्ति, पठतु, पश्यामः. स्थानिवत् आदेशो अनल्विधौ इति. स्थानिवत् आदेशः अनल्विधौ इति सामान्यसूत्रं, किन्तु चेति आदेशः स्थानिवत् भवति प्रथमं, द्वितीयं परन्तु अल्विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति, नाम स्थानिवत् अभाव स्थानिवद् भावनिषेधः अतः अल्विधिः नास्ति चेत् अनल्विधिः अस्ति चेत् आदेशः स्थानिवद् भवेत् परन्तु इदमपि ज्ञेयं यत् तत्र एव स्थानिवद्भावः भवति यत्र शास्त्रीयं कार्यं स्यात् नाम अभावरूपकार्थं न स्यात् अपि तु किमपि विधानं स्यात् निषेधरूपं यत् कार्यं तत् अभावरूपकार्थं तच्च अशास्त्रीयं कार्यम् इति उच्यते अत्र अशास्त्रीयम् उक्तं यतोहि कोऽपि विधिः न जायते अपि तु निषेधः एव शास्त्रस्य अप्रवृत्तिः इति अशास्त्रीयं न तु शास्त्रविरुद्धत्वम् स्थानिवत् आदेशः अनन्विधौ इति सामान्यसूत्रम् इति सामान्यसूत्रं सूचयति प्रथमम् आदेशः स्थानिवत् भवति अनन्तरं परन्तु अल्विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति तत्र स्थानिवद्भावनिषेधः अल्विधिः अस्ति चेत् नकारः अस्ति चेत् अल्विधिः न ते किं वदन्ति इत्युक्ते नकारः एव न ते किं वदन्ति इत्युक्ते नकारः एव अनल्विधिः अल्विधिः नास्ति इति वदन्ति तदेव पूर्वस्मिन् तत्पूर्वस्मिन् परिच्छेदे अन्तिमवाक्यं पठतु अल्विधिः तत्तु अल्विधिः एव नास्ति इति ह्रस्वादङ्गात् इति सूत्रं प्रति अल्विधिः नास्ति किं यद् नकारः आदे लोपादेशः कृतः तद् अल्विधिः नास्ति अल्विधि अभावे अनल्विधौ इत्यस्य पूर्तिः सिद्धा तस्मात् स्थानिवद्भावः स्यात् सम्भावना स्यात् इदानीं किं वदन्ति इत्युक्ते तत्र सामान्यतया आदेशः स्थानिवत् भवति स्थानिवत् आदेशो अनल्विधौ इत्यनेन परन्तु यत्र अल्विधिः अस्ति आदेशः स्थानिवत् न भवति इत्युक्ते स्थानिवद्भावस्य निषेधः भवति अवगतम् एकवारं पुनः इदानीं यदा आदेशः सामान्यतया यदा आदेशः भवति तत् स्थानिवत् भवति स्थानिवत् इत्युक्ते स्थानिनः यः गुणधर्मः अस्ति तद् आदेशे अपि आरोपितं भवति इत्येव सामान्यनियमः परन्तु यत्र अल्विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति इत्युक्ते स्थानिवद्भावस्य निषेधः स्थानिवद्भावः न भवति इत्युक्ते स्थानिवद्भावस्य निषेधः इत्येव अर्थः किल स्थानिवत् अभावः इति अपि स्वीकरोतु तत्र निषेधः भवति इदानीं ते किं वदन्ति इत्युक्ते अल्विधिः नास्ति चेत् अनल्विधिः अस्ति चेत् तत्र स्थानिवत् भवेत् भवेत् स्यात् स्यात् इदानीं तदपि इतोपि एकं स्वीकृतवन्तः स्थानिवद्भावः अस्ति इदानीं वयं ह्रस्वादङ्गात् इति सूत्रे अल्विधिः नास्ति अनल्विधिः सर्वं स्वीकृतवन्तः समीचीनं स्थानिवत् स्यात् स्थानिवत् स्यात् इत्युक्ते अहन् इत्येव तत्र स्थानिवत् अस्ति अहन् योगः स्ताः तत्र किं भवति शास्त्रीयकार्यं स्यात् नाम अभावरूपकार्यं न भवतु किमपि विधानं स्यात् ह्रस्वादङ्गात् इत्यनेन किं विधानं सकारस्य लोपविधानं परन्तु इदानीं तु स्थानिवत् अस्ति अहम् इति सकारलोपः न भवति निषेधः निषेधरूपं यत् कार्यं तत् अभावरूपं कार्यं तत्तु अशास्त्रीयकार्यम् इदानीं यद् सकारलोपः ह्रस्वात् अङ्गात् इत्यनेन जायते तद् न जायते. किमर्थम् इत्युक्ते स्थानिवद्भावेन इदानीं तत्र नकारः अस्ति इति चिन्तयित्वा तत्र कार्यं न भवति. अतः अशास्त्रीयम् उक्तं यतोहि विधिः यद् विधिः ह्रस्वात् अङ्गात् इत्यनेन जायमानः विधिः इदानीं तस्य निषेधः अभवत् शास्त्रस्य अप्रवृत्तिः अशास्त्रीयं शास्त्रविरुद्धम् इति वदतु. अवगतं वा? इदानीं यदा वयम् अनल्विधिः इति स्वीकुर्मः चेत् तदेव सारांशः. अनल्विधिः इति स्वीकुर्मः चेत् यत् कार्यं शास्त्रत्वादङ्गात् इत्यनेन जायमानः अस्ति तस्य निषेधः भवति. सर्वे अवगतवन्तः वा तद् बीजम्? अवगतम् इति भाति, परन्तु पुनः चिन्तनीयं, पुनः पठनीयम् अपि. इतोपि एकः एव परिचयः. भगिनी भवती एव प्रकृतौ इति पठतु, तद् अनन्तरं समापयामि. प्रकृतौ अह योगः स्ताः. प्रकृतौ अह स्ताः इति स्थितौ स्थानवद्भावेन शास्त्रस्य अप्रवृत्तिः भविष्यति, स्थितः लोपः न भविष्यति. सकारलोपविधायकशास्त्रस्य अप्रवृत्तिः भविष्यति. अतः इदम् अशास्त्रीयकार्यम्. अशास्त्रीयकार्यकरणसमये स्थानिवत् आदेशः अनल्विधौ इत्यनेन स्थानिवद्भावः न भवति इति नियमः. तस्मात् ह्रस्वादङ्कात् इत्यस्य प्राप्तिः, अनेन सकारलोपः जायते. वदतु किम् अवगतम् इति. आम्, स्थानद्भावे शास्त्रस्य अभिवृद्धिः चेत् स्थितः लोपः न भविष्यति. अहायोगः स्थाः सकारलोपविधायकशास्त्रस्य अप्रवृद्धिः भविष्यति. अतः इदम् सकारलोपः न भविष्यति. अतः अशास्त्रीयकार्यम्. अशास्त्रीयकार्यकरणसमये अन्ति आदेशः अनिर्विधौ इत्यनेन स्थानवद्भावः न भवति इति. सत्यं तदेव भवति. तत्र किम् इत्यपि आं सत्यं, तत्र आदेशः सामान्यतया आदेशः तानिवत् भवति. तदेव प्रथम नियमः. सर्वदा सर्वत्र आदेशः तानिवत् भवति. केवलं तद् अल्विधिः अस्ति चेत् तत्र स्थानिवत् न. अल्विधिः अस्ति चेत् स्थानिवत् न. द्वितीयं तृतीयं, परन्तु इदानीम् अल्विधिः नास्ति, अनल्विधिः अस्ति चेदपि यत्र द्वितीयकार्यस्य निषेधम् इत्युक्ते अशास्त्रीयकार्यं भवति तत्रापि स्थानिवद्भावः न. तावदेव अत्र. तदेव पुनः पुनः उक्तम्. आम्, परन्तु एतदेव बीजं तत्र. स्थानिवद्भावः सामान्यतया भवति. अल्विधिः अस्ति चेत् स्थानिवद्भावः न भवति. अनल्विधिः अस्ति चेदपि तत्र अशास्त्रीयकार्यं द्वितीय अस्ति चेत् तत्र स्थानिवद्भावः न भवति. तत्र ह्रस्वादङ्गात् इति तत्र उत्तम उदाहरणं. ह्रस्वादङ्गात् इति यद्यपि तद् अनल्विधिः अस्ति चेदपि तस्य कार्यं तु न जातः किल, स्थानिवद्भावः अस्ति इति कारणेन. परन्तु अस्माकम् इष्टं रूपं वयं साधयितुं न शक्नुमः. अतः तत्र स्थानिवत् आदेश स्थानिवत् नास्ति. तत्र अशास्त्रीयं न तु शास्त्रविरुद्धं विरुद्धत्वम् इति तत्र शास्त्रस्य शास्त्रम् इत्युक्ते सूत्रमेव. शास्त्रस्य अप्रवृत्तिः, सूत्रस्य अप्रवृत्तिः अशास्त्रीयं. शास्त्रविरुद्धत्वं तत्र तु शास्त्रस्य विरोधः इति किमपि नास्ति, सूत्रविरोधः इति किमपि नास्ति. परन्तु सूत्रस्य प्रवृत्तिः न भवति इत्येव अर्थः. तत्र वयं शास्त्रविरोधः इति एव लौकिक तत्प्रयोगः नास्ति. शास्त्रम् इत्युक्ते सूत्रं, सूत्रमिति अर्थः. सूत्रस्य अप्रवृत्तिः, सूत्रविरुद्धत्वम् इति किमपि नास्ति. इदानीं वयं किं कुर्मः, स्थानिवदादेश अनल् विधिः अस्ति, स्थानिवत् अस्ति, परन्तु तस्य प्रयोगं न कुर्मः किल. तत्र शास्त्रविरोधः अस्ति वा इति प्रश्नः आगच्छति किल. तत्र शास्त्रविरुद्धम् इति किमपि नास्ति, केवलम् अशास्त्रीय इति एव. तदेव अग्रिमपरिच्छेदे अपि दत्तं, तद् तदेव इति न. तत्र कुत्र कुत्र स्थानिवत् आदेशः भवति, कुत्र कुत्र न इति वयं पूर्वम् अष्टाध्यायी डाट् काम् मध्ये एषः विषयः पठितवन्तः. तत्र स्पष्टमस्ति, तद् उदाहरणं सर्वं दत्वा तत्र आसीत्. तद् पुनः पठतु, तत् पठित्वा अत्र आगत्य पठतु, तत् स्पष्टं भवति. किमपि विषयं नास्ति, एतदेव विषयः. तत्र तत्त्वागङ्गात् इत्यस्य प्रवृत्त्यर्थं वयं स्थानिवत् आदेश अनल् विधौ इति न स्वीकुर्मः, तावदेव विषयः. तत्र एतादृशचिन्तनमपि आवश्यकम्, अस्माकं मनसि अपि आगच्छति किल, अतः तद् करपत्रे अपि दत्तम्. अग्रिमसप्ताहे अचः परस्मिन् पूर्वविधौ, तदपि एकवारं पूर्वं पठितवन्तः, तस्य विषये आगच्छति. पुनः अन्धातुः एव, तद् प्रायः अग्रिमसप्ताहे पठामः. अद्य एकं पर्याप्तम्. अस्तु, समापयामः वा. धन्यवादः भगिनी, शुभरात्रि. धन्यवादः.